गीता अस्तु भगिनि आरम्भश्लोकं वक्तुं शक्यते वा? आं भगिनि, जानाति वा? हा वदतु. अत्र अस्ति, पठतु. येनाक्षरसमां नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीवाग्देव्ये नमः. श्रीगुरुभ्यो नमः. हरिः ओम्. अस्तु, बहु उत्तमं. स्वागतं व्याकरणविषये. अत्र इदानीम् अत्र बलाबलचिन्तनं विषये एव अत्र अचलत्. अनन्तरं बलाबलचिन्तनं कुत्र कुत्र भवति चेत् अत्र किं भवति? एकस्मिन् स्थले यत्र धातुः द्वे स्तः, तत् स्थाने किं सूत्रं प्राप्तिः भवति? एकत्र प्राप्तिः अस्ति चेत् अत्र किम्? अत्र विप्रतिषेधे परं कार्यं तुल्यबलविरोधः अत्र आगच्छति. तुल्यबलविरोधः द्वयोः सूत्रयोः एकस्मिन् स्थले आगच्छति चेत् अत्र किं सूत्रम् आगन्तव्यम् इत्येव अत्र बलाबलचिन्तनम् इति. उदाहरणरूपेण बहवः वयं दृष्टवन्तः, अन्यत्र लब्ध अवकाशः अपि अस्ति चेत् एकत्र प्राप्तिः, अन्यत्र एकस्मिन् सूत्रे अन्यसूत्रे एकस्मिन् स्थले अत्र लब्ध अवकाशः, द्वयोः सूत्रयोः लब्ध अवकाशः अस्ति चेत्, प्राप्तिः अस्ति चेत् अत्र तुल्यबलविरोधः इति अस्ति. तुल्यबलविरोधः कुत्र कुत्र भवति इति पश्येम. इदानीम् अत्र सुपि च पूर्वमेव वयं दृष्टवन्तः, एतत् सर्वाणि सूत्राणि बलाबलचिन्तनविषये तुल्यबलविरोधः. पूर्वात् परसूत्रं बलवत् भवति, परात् पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरो बलीयः इति परिभाषासूत्रं वयं दृष्टवन्तः खलु. अत्र सुपि च इति अदन्त अङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घ आदेशः भवति. कुत्र भवति चेत् यञादि सुप् प्रत्यये परे. अत्र ययादि इति अस्ति. ययादि इत्युक्ते किं? कोऽपि जानाति वा ययादि इत्युक्ते किम् इति? अत्र पश्यतु, 1400 एकनिमिषम्. अत्र शुरू अत्र सु औजस् अमोदशस् ताभ्यां व्यस् अस्ति खलु, जानन्ति खलु? एतत् सूत्रसङ्ख्या, सूत्रसङ्ख्या 142 वा विभक्तिश्च स्तुपि च सु औजस् अमोद 412 अत्र पश्यतु, एतत् बहु मुख्यविषयम्, अत्र किञ्चित् कुत्र कुत्रचित् लिखतु एतत् किं किम् ययादिप्रत्ययकं किम् इति. एतत् वयं पूर्वे पूर्वं दृष्टवन्तः एतत् एव सु औजस् इत्यस्य अत्र सु औजस् अम् औतिषस् ताभ्यां व्यस् एक 142 142 एव खलु, 142 एव अत्र द्रष्टुं शक्यते खलु, अत्र सु औजस् अम् औटिषस् ताभ्यां व्यस् इदानीं पश्यतु विस् व्यस् व्यस् इति अस्ति खलु, न न अत्र व्यां बिस् व्यां बिस् अनन्तरं चतुर्थी द्विवचनं किम् व्यामेव व्यां व्यस् पञ्चमी द्विवचनं बहुवचनं व्यां व्यस् इदानीम् अत्र अत्र किञ्चित् भवन्तः एव अत्र किञ्चित् मार्क् करोतु, अत्र तृतीय व्याम्बिस् चतुर्थी व्याम्बिस् व्यस् तृतीय व्याम्बिस् चतुर्थी व्याम्बस् पञ्चमी व्याम्बस् अस्ति इदानीम् अत्र एतत् तृतीय चतुर्थी पञ्चमी अत्र व्याम्ब्यस् व्याम्ब्यस् व्याम्ब्यस् अस्ति खलु, एतत् अत्र कुत्रापि लिखतु, एतत् पदसंज्ञा कुत्रापि लिखतु, अत्र पदसंज्ञा इति लिखतु. अस्तु भगिनि, पदसंज्ञा. अनन्तरम् अत्र 1-2 अनन्तरं 2-2 अस्ति खलु, 1-2 इत्युक्ते किम्? वन् त्री अनन्तरम् अत्र 2-3 अस्ति खलु, जस् शस् जषोषि इति सूत्रेण अत्र कुत्र प्रयोगं भवति चेत् फलं फले फलानि इति अस्ति खलु, अत्र प्रयोगम् अस्ति, रामः रामो रामाः इति अस्ति, अनन्तरम् अत्र रामान् इति अपि अस्ति, अत्र एतत् किञ्चित् प्रयोगमस्ति जस् शस् इति नपुंसकलिङ्गे भवति. इदानीं पदसंज्ञा इति मया उक्तं खलु, एतत् अत्र मार्क् कृतं वा किञ्चित्? अत्र एतत् लिखित्वा सु जस् अमौट् शस् ताभ्यां व्यस् एतत् लिखित्वा व्यां बिस् व्यां व्यस् व्यां व्यस् एतत् पदसंज्ञा. पदसंज्ञा इत्युक्ते किं मया पृष्टं चेत् एतदेव सुजस् मध्ये वक्तव्यम्. अस्तु, अनन्तरं यत्र यत्र बासंज्ञा भवति ययादिप्रत्ययम् एतदेव ययादिप्रत्ययम् बासंज्ञा बासंज्ञा यत्र भवति तृतीय एकवचनं तृतीय द्विवचनं चतुर्थी एकवचनं पञ्चमी एकवचनं षष्ठी एकवचनं सप्तमी एकवचनं अनन्तरम् अत्र किम् अत्र ओस् अस्ति खलु, पञ्च षष्टिमध्ये ओस् आम् अस्ति खलु? आं भगिनि, पूर्णतया एतत् लेखनीयमेव. अत्र भवन्तः अत्र लिखन्ति वा इति अहं न जानामि. अत्र किञ्चित् मया एतत् कापि पेस्ट् मया न कर्तुं शक्यते एव, एतत् पूर्णतया आगच्छति, अतः एव अत्र क्लेशः भवति. एकनिमिषम् अहं प्रयत्नं करोमि. द्रष्टुं शक्यते वा? इदानीम् अत्र पश्यतु, व्यां बिस् अस्ति खलु, व्यां बिस् व्यां बिस् अनन्तरम् अत्र व्यां व्यस् व्यां व्यस् एतत् अत्र लिखतु पदसंज्ञा इति. पदसंज्ञा इति लिखतु. समीचीनं लिखन्ति वा पदसंज्ञा? इदानीम् अत्र अनन्तरम् अत्र तृतीया टा अस्ति खलु, टा एतदपि कापि करोतु, कुत्रापि लिखतु टा. अनन्तरम् अत्र ञे इति अस्ति, ञे नी पर्यन्तम् समीचीनं लिखन्ति वा ता ञे ञस् ञि अनन्तरम् अत्र वासंज्ञा ता इदानीं व्यां दिस् अत्र नास्ति एव अनन्तरम् ओस् आम् अस्ति खलु ओस् आम् ओस् आम् अनन्तरम् ओसुप् सुप् इति प्रत्याहारः अस्ति अत्र सा ने नसि नस् नि ओस् ओस् ओस् आम् अनन्तरम् ओस् एतत् ओस् कुत्र भवति द्वितीय ओस् सप्तमी द्विवचनं सप्तमी सप्तमी द्विवचनं नी ओसुप् अस्ति खलु एतत् सर्वाणि किं भवति चेत् अत्र अत्र लिखतु वासंज्ञा वासंज्ञा न तु लिखन्ति वा आं भगिनि वासंज्ञा न तु यञादि एकवारम् अत्र गीता वदतु किं किम् अभवत् इति अत्र पदसंज्ञा इति भ्यां दिस् भ्यां द्यस् भ्यां व्यस् इति पदसंज्ञा इति उक्तवती अनन्तरं ता ञे नसि नस् नि ओस् आम् ओस् सुप् इति भसंज्ञा इत्यपि वक्तुं शक्यते यञादिसंज्ञा इति अपि वक्तुं शक्यते समीचीनं अनन्तरम् अम् औट् एतदपि वासंज्ञा सु औजस् सु औजस् अम् औट् पर्यन्तं शस् नास्ति अत्र एकनिमिषम् एतदपि वासंज्ञा वा एकनिमिषम् अत्र शस् नास्ति रामानपि अस्ति अत्र भासंज्ञा एतदपि अत्र भासंज्ञा एव सोल्जर्स् एतत् सर्वाणि एतदपि भासंज्ञा एव सोल्जर्स् अम् औटशस् ताभ्यां किमर्थं चेत् अत्र सुपीच कार्यं करोति रामः रामौ रामः किं वदतु अत्र रामः वदतु रामः रामौ रामाः रामाः इति अस्ति खलु अनन्तरम् अत्र रामः रामौ अत्र विभक्तिपूर्वं राम एव तिष्ठति राम अस्ति चेत् मकार उत्तरवर्ति किम् अस्ति वदतु जानन्ति एव किं भगिनि? मकार उत्तरवती किं भवति? रामम्। मकार उत्तरवती कोऽपि अन्य कोऽपि? अनिल् महोदय, अकारः। हा, राम इति अस्ति चेत् तत्र मकार उत्तरवती अकारः, सर्वे जानन्ति एव। अतः एतत् सर्वाणि पदानि अदन्तमङ्गम्, अदन्तमङ्गं यत्र भवति, अतः एव अत्र पश्यतु अदन्तस्य अन्ते स्थितस्य अकारस्य दीर्घ आदेशः भवति। सुप् प्रत्यये परे, यञादि सुप् प्रत्यये परे, सुप् प्रत्यये परे इति अत्र दत्तं, परन्तु अकारः यत्र यत्र तिष्ठति तत् स्थाने एव यञि सुपि च अङ्गस्य अतः दीर्घः। इदानीमत्र वृक्ष इति स्वीकुर्मः चेत् अत्र अकार उत्तर चकार वृक्ष उत्तरवर्ति अकारः, अतः अदन्त अङ्गम्। अनन्तरं व्याम् इति अस्ति, व्याम् इति इदानीमत्र किं संज्ञा भवति? इदानीमेव मया लिखितं व्याम् इति किं संज्ञा? कोऽपि वदतु। हा, पदसंज्ञा, उत्तमम्। हा, पदसंज्ञा उत्तमम्। अतः इदानीं वृक्ष अनन्तरं व्याम् इति अस्ति, अकारः अस्ति क्ष इत्यस्य उत्तरस्य, अतः एतत् अदन्तमङ्गम् अस्ति। अनन्तरं ययादिप्रत्यये दीर्घ आदेशः भवति सुपि च इत्यनेन, अतः एव वृक्षाभ्याम् इति भवति। इदानीमत्र बहुवचने जल्येत् इति स्वीकुर्मः चेत् अत्रैव उत्तरमस्ति। किम् उत्तरमस्ति? बहुवचने इति अस्ति, बहुवचने जल्येत्, जल् प्रत्याहारः परे अस्ति चेत् अदन्तस्य अङ्गस्य स्थितस्य अकारस्य एकार आदेशः भवति। पूर्वं सुपि च इत्यनेन अकारस्य एव दीर्घः भवति, इदानीम् अकारस्य एकारः भवति। किं सूत्रेण? बहुवचने जल्येत् भवति, जलादि बहुवचने सुप्रत्यये परे, अनुवर्तिसहितसूत्रं बहुवचने जलि सुपि अङ्गस्य, अतः एव वृक्ष योगः सुप् अस्ति चेत्, सुप् इदानीम् अत्र पकारः अनन्त्यं तस्य लोपः, सु उकारार्थः सकारः एव तिष्ठति। इदानीं बहुवचने जल्येत् इत्यनेन चकार उत्तरवती अकारस्य स्थाने एकारः भवति बहुवचने जल्येत्, अतः एव वृक्षेषु इति भवति, रामेषु इति भवति, रामे राम अनन्तरम् एकारः भवति बहुवचने जल्येत्। तादृशं वयं दृष्टवन्तः, एकत्र प्राप्तिः अस्ति चेत् अनन्तरम् अत्र तुल्यबलविरोधः कुत्र भवति इति दृष्टवन्तः। विप्रतिषेधे परं कार्यम्, एतत् चित्रमपि दत्तम्। अनन्तरम् अत्र तुदति एव भवति, शकारस्य तुदादिभ्यक्षः, अत्र उकारः अस्ति पूर्वम्, उकारः अस्ति चेत् अत्र पुगन्तलघुपदस्य च इति कार्यं न कर्तुं शक्यते। अत्र पुगन्तलघुपदस्य च कार्यं कर्तुं शक्यते चेत् उकारस्य स्थाने ओकारः भवति, अतः अत्र तुदति नास्ति, तोदति एव भवति। तोदति इति पदं तु समीचीनं नास्ति, साधु नास्ति, अतः एव अत्र पुगन्तलघुपदस्य च इति कार्यं न भवति। अनन्तरम् एतत् सर्वाणि वयं पूर्वमेव दृष्टवन्तः, लोपो व्योवलि, अनन्तरं च्योः सूडननासिके च, अत्र चकार वकारयोः सूट् आगमः भवति इति, ऊट् आगमः भवति इति, लोपो व्योर्वलि मध्ये अत्र यकार वकारः लुप्यते इति वयं दृष्टवन्तः। पुगन्तलघुपदस्य, पुगन्तलघुपदस्य च इदानीं पुगन्त अङ्गस्य लघुपदस्य च एकः गुणः भवति सार्वधातिक आर्धधातिके कृते परे इति अस्ति। अत्र पुगन्तं लघ्वी उपदा यस्य तत् लघु उपदम्, अत्र पुगन्तलघुपदस्य च इति सूत्रं पुगन्तं पकारः पुगन्त एतत् सूत्राणि 7386 पश्येम. सार्वधातुकमस्ति आर्धधातुकमस्ति. सार्वधातुकं किं वयं पूर्वमेव दृष्टवन्तः. सार्वधातुकम् इत्युक्ते किं झटिति वदतु. लकारः किं न न लकारः किं किं सार्वधातुके झटिति वदतु. लकारः सर्वे जानन्ति एव. आम् समीचीनं वदतु. वदतु समीचीनम्. लट् लोट् लङ् विधिलिङ्ग् लट् लोट् लङ् विधिलिङ्गे एव किं सार्वधातुकं खलु. आं भगिनि पञ्चम अस्ति महोदय. सर्वदा मनसि स्थापनीयमेव सार्वधातुकं किम् इति. लट् लोट् लङ् विधिलिङ्गु दशगण दशलकारः सन्ति खलु. दशगणाः इव दशलकारः सन्ति. लट् लोट् लङ् विधिलिङ्गु झटिति वक्तव्यं. शेषः किं शेषः आर्धधातुकः. आर्धधातुकः उत्तमम्. आर्धधातुकः च प्रत्ययपरे पुगन्तस्य तदा लघुपदस्य च अङ्गस्य गुणः आदेशः भवति इति वयं दृष्टवन्तः पूर्वमेव. तादृशमेव इदानीम् अत्र सार्वधातुक आर्धधातुकयोः इति अत्र किम् एतदपि गुणः भवति. अनन्तरम् अत्र सार्वधातुक आर्धधातुकयोः इत्यस्य अत्र पश्यतु अत्रापि सार्वधातुके आर्धधातुके प्रत्ययपरे तिगन्तस्य अङ्गस्य गुणः भवति. किम् अत्र इदानीम् अत्रापि इगन्तस्य अङ्गस्य परन्तु पुगन्तलघुपदस्य च इत्यस्य लघु उपदस्य लघु उपदा लघु उपदा कुत्र भवति. अन्तिमवर्णस्य पूर्ववर्णः अन्तिमवर्णस्य पूर्ववर्णः यः स्थितः तत् एव उपदा इति मनसि स्थापनीयं. बहुवारं मया उक्तमेव झटिति वक्तव्यमेष च. अत्र समयः जातः खलु. सार्वधातुके आर्धधातुके च प्रत्ययपरे पुगन्तस्य तथा लघुपदस्य अङ्गस्य गुणः आदेशः एतत् एव अत्र भिन्नं भवति. इदानीं सार्वधातुक आर्धधातुकप्रत्ययपरे इगन्तस्य अङ्गस्य गुणः तावदेव सार्वधातुक आर्धधातुकयोः. परन्तु पुगन्तलघूपदस्य अत्रैव उत्तरमस्ति. सार्वधातुके इत्यस्य किमपि अत्र नास्ति परन्तु पुगन्तलघुपदस्य च इत्यस्य पुगन्त लघूपदस्य एव अत्र गुणः आदेशः भवति इति वयं दृष्टवन्तः. अनन्तरम् अत्र एतत् पूर्वं वयं दृष्टवन्तः एव. अनन्तरं त्रयस्त्रयः त्रिचतुः स्त्रियां त्रिचतुस्त्रुः अत्रैव उत्तरम् आसीत् वयं दृष्टवन्तः. अनन्तरम् इको एनचि अपि इको एनचि अनन्तरं सार्वधातुक आर्धधातुकयोः इति अत्र किं परिवर्तनम् अभवत् इति. अनन्तरम् अत्र पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरो बलीयः इति अपि पृष्टवन्तः. अत्र चित्रमस्ति पूर्वत्र सिद्धम् इति किम्. अनन्तरम् अत्र एतत् जश्वसन्धिः विषये पृष्टवन्तः. अनन्तरं ससजुषोरुः मनस् अस्ति चेत् ससजुषोरुः इत्यस्य वयं दृष्टवन्तः खलु महोदय गतवर्गस्य अत्र अत्र किञ्चित् क्लेशः, भवान् एव अत्र आगतवान् इति एतत् विषये जानाति एव. इदानीं मनस् योगः रथ इति भवति. अत्र ससजुषोरुः इत्यनेन सकारस्य ऋत्वं भवति, रथ इति तिष्ठति. परन्तु अत्र रोरि इति सूत्रं, रोरि इति पुनः पूर्वमपि पूर्वपदस्यापि रेपः भवति, परपदस्यापि रेपः भवति. अत्र पूर्वपदस्य इत्यस्य लोपः असिद्धं भवति, अतः एव अत्र अशीच इति सूत्रम् आगत्य उकार आदेशः भवति. अतः मनयोगः ऊयोगः रथ आदुगुणः इत्यनेन मन इत्यस्य नकार उत्तरवति अकारः अस्ति, अकार उत्तरवति उकारः, मेलनेन किं भवति मनो इति भवति, वर्णमेलनेन मनोरथः इति भवति. मूनुस्वारः एतदपि वयं दृष्टवन्तः, परन्तु पुनरपि वयम् अत्र किञ्चित् पठेम. अत्र गीता भगिनी पठतु. आं भगिनी पठामि. मूनुस्वारः समस्ुति समः सुति कृ योगम् तिन् यो तिन् इत्युक्ते कृति इत्युक्ते सं योगं कृति संपर्युपेभ्यां करोति करोतौ भूषणे इत्यनेन सुट् आगमः. सं योगः सुट् योगः कृति अनुबन्धलोपे संयोगः सकारः योगः कृति मोनुस्वारः इत्यनेन मकारस्य स्थाने अनुस्वार आदेशः, परन्तु मोनुस्वारः समः सुटि च त्रिपादीसूत्रे स्तः. अतः पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति, परसूत्रम् असिद्धं. समःसुटि इत्यनेन मकारस्य ऋत्वं सरु योगः सकारः योगः कृति उपदेशे अजुनासिक इत् इत्यनेन उकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपश्च. सर् कृति अनुनासिकः अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अकारः आदेशः. विपक्षे अनुनासिकात् अनुस्वारः इत्यनेन अनुस्वार आगमः. सकारः उत्तरवर्ति रकारः, सर् स्कृति नो चेत् सर् स्कृति करावसानयोः विसर्जनीयः इत्यनेन पदान्त रेपस्य स्थाने विसर्गः. सकारः उत्तरवर्ति संस्कृति संस्कृति विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारः संस्कृति संस्कृति. अत्र रकारः इति पदम् अस्ति वा? मया पूर्वम् उक्तम् रकारः इति पदं नास्ति. उत्तमं, रेपः इत्येव अस्ति. अत्र कृ योगः तिन् तिन् मध्ये किं भवति? अत्र ति एव तिष्ठति, ककारः लशको तत् इति नकारः अलन्त्यं तस्य लोपः, ति एव तिष्ठति. अतः कृ योगः ति मेलनेन कृति इति भवति. संयोगः कृति इति सम् इति किं भवति? सम् इति इत्युक्ते किम्? सम् इत्युक्ते किम्? उपसर्गः. उत्तमम्, उपसर्गः. इदानीं संस्कृति, संस्कृतं सम्यक्तया कृतं, संस्कृतं सम्यक्तया कृतम्. अतः सम् अत्र उपयोगं कुर्मः. इदानीं संस्कृति सम् उपर्येभ्यां सम्पर्युपेभ्यां करातौ भूषणे इत्यनेन सुट् आगमः. एतत् पाठिकमस्ति अत्र. अत्र सुट् आगमः इत्यनेन एव सुट् आगमः. सुट् इत्युक्ते किं जानन्ति खलु? सुट् झटिति वदतु. मया पूर्वमेव उक्तं सुट् इत्युक्ते किम्? चकारः. अन्य कोऽपि प्रथम पञ्चम सुप्रत सुप्त इत्युक्ते किं? सुप् प्रथमपञ्चमं महोदय. सु किं प्रथमपञ्चम किं? सुप्रतय सुप् ओजस् अम् ओ वदतु वदतु. सुप् ओजस् सुप् औ अम् औ. एतत् सर्वाणि पञ्च एव. सु औजस् अम् औट् अम् औट् अम् औट् इति भवति खलु? सु अनन्तरं तकारः. एतत् मनसि स्थापनीयमेव. सु इत् अतः एव सुत्. अस्तु भगिनि अवगच्छामि. एतत् सर्वनाम इति वक्तव्यम्. सर्वनामसंज्ञा. सर्वनामसंज्ञा किं? सुट्. सुट् इत्युक्ते किं? सर्वनामसंज्ञा. एतत् विवरणं करोतु. सु औ जस् अम् औट्. एतदेव कुत्रापि लेखनीयमेव. सुट् इत्युक्ते किं? सर्वनामसंज्ञा किम्? अनन्तरं षष् आरभ्य सुप् पर्यन्तं किं भवति? भवती क्षम्यताम्. इदानीम् एतत् अत्र प्रयोगं न करोतु. एतत् सुट् इत्युक्ते किं? सु औ जस् अम् औट्. एतदेव सुट्. एतत् सर्वनामसंज्ञा इति अस्ति. एतत् किं भवति? सु औ जस् अम् औट्. सर्व नाम संज्ञा. सर्वनामसंज्ञा खलु. अनन्तरम् अत्र त्यजतु. अस्तु, एतत् सर्वनामसंज्ञा भवति. इदानीम् अत्र शेषः अस्ति खलु. इदानीं शेषः सर्वनामसंज्ञा अस्ति सुट्. शेषः षष् आरभ्य सुप् पर्यन्तं किं भवति? न किं किम् अन्य नाम किं? षष् आरभ्य सुप् पर्यन्तम् अन्य नाम किं भवति चेत् असर्वनामसंज्ञा तावदेव. किमपि नास्ति अत्र. षट् आरभ्य असर्वनामसंज्ञा आ सर्वनामसंज्ञा भवति। इदानीमत्र मनसि एतत् सर्वाणि विषयाणि स्थापनीयानि एव। पूर्वं मया उक्तं वासंज्ञा ययादिसंज्ञा। वासंज्ञा किं किम् अस्ति? वासंज्ञा किं किम् अस्ति अनिल् महोदय न जानाति खलु, किञ्चित् विलम्बेन आगतवान्। एतदेव व्यां बिस् व्यां व्यां बिस् व्यां ब्यस् व्यां ब्यस् एतत् पदसंज्ञा भवति। तु औ जस् अम् औट् चस् ता न्यसि न्यस् नी ओस् ओस् 7-2 मध्ये अपि अस्ति, 6-2 मध्ये अपि अस्ति। आम् एतत् वासंज्ञा न तु ययादिसंज्ञा भवति। मनसि स्थापनीयम् एतत् सर्वाणि विषयाणि, कुत्रापि लेखनीयमेव। इदानीम् अत्र सुट् संयोगः सुट् भवति। संयोगः सुट् योगः कृति अनुबन्धलोपे सुट् मध्ये टकारः उकारः गच्छति एव, स एव तिष्ठति। संयोगः स योगः कृति। इदानीम् अत्र मूनुस्वारः भवति मकारस्य स्थाने, मकारस्य स्थाने अनुस्वारः आदेशः भवति। परन्तु मूनुस्वारः त्रिपाद्याम् अस्ति, 8-3-23 मध्ये अष्टमाध्याये तृतीयपादे त्रयोविंशतिः इति सूत्रं भवति। समसुटि तु 8-3-5 अस्ति, मूनुस्वारः तु 8-3-23 अस्ति। अत्रापि पूर्वं मया उक्तं सपादिसूत्रस्य विषये त्रिपादि असिद्धं भवति इति खलु, एतत् जानन्ति खलु? सपादिसूत्रस्य विषये त्रिपादि असिद्धं भवति। इदानीं त्रिपाद्यामपि पूर्वसूत्रस्य विषये परसूत्रम् असिद्धं भवति खलु, तदेव समसुटि इति 8-3-5, मूनुस्वारः तु 8-3-23 अस्ति। त्रिपादिसूत्रे स्तः, द्वे सूत्रे स्तः। इदानीम् अतः पूर्वत्र सिद्ध्यम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति, परसूत्रम् असिद्धं। समसुटि इत्यनेन मकारस्य ऋत्वं भवति, अतः समसुटि किं वदति? ऋत्वम् इति वदति, मकारस्य स्थाने ऋत्वम्। अतः सम् इति अस्य मकारस्य स्थाने रु भवति, अतः एव सरु योगः स योगः कृति भवति। इदानीं सर्वे जानन्ति एव उपदेश अज अनुनासिक इत्येनेन स्वौ इत्येव अस्ति खलु, एतत् ईत्सन्य भवति, अत्र लोपः भवति, सर्व एव तिष्ठति। उकारस्य उपदेश अज अनुनासिक इत्येनेन इत् भवति, अतः तत्र सर्व एव तिष्ठति, सर्व कृति इति भवति। अत्र अनुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अ इति आदेशः भवति। केन सूत्रेण, केन अत्र वार्तिकेन वा इति, वा इत्युक्ते विकल्पं, वा इति विकल्पम् अन्यतरस्यां विभाषा विकल्पेन, एतत् सर्वाणि पदानि पर्यायपदानि अस्ति वा इत्यस्य। अत्र अनुनासिकपूर्वस्य तु वा इत्यनेन विकल्पेन अ आदेशः भवति। विपक्षे अनुनासिक परोणुस्वारः इत्यनेन अनुस्वारः आगमः अपि भवति, अतः एव एतत् वा अत्र द्वे वार्तिके किं भवति चेत्, एकस्मिन् पक्षे अत्र अनुनासिकवर्णः किं चन्द्रबिन्दुः भवति, अतः एव संस्कृति इति भवति। संस्कृति अत्र कण्ठस्य कण्ठतालुप्रयोगं कुर्मः, कण्ठतालुप्रयोगं कुर्मः चेत् अत्र संस्कृति इति भवति। इदानीमत्र अनुनासिकात् परः अनुस्वारः भवति इत्यनेन अत्र अनुस्वारः भवति, अतः संस्कृति इति भवति। इदानीमत्र कर अवसानयोर्विसर्जनीयः इत्यनेन विसर्गः भवति एकस्मिन् पक्षे, रेपः अस्ति खलु, अतः तत् स्थाने संस्कृति। अन्यस्मिन् पक्षे अनुनासिकवर्णस्य विषये अत्र मूनुस्वारः भूत्वा संस्कृति, अनन्तरं विसर्जनीयस्य इत्यनेन सकारः भवति, अतः संस्कृति एकस्मिन् पक्षे विसर्ग चन्द्रबिन्दुः श्रूयते, अन्यस्मिन् पक्षे मूनुस्वारः श्रूयते, अतः एव संस्कृति संस्कृति इति भवति। एतत् गतवर्गे दृष्टवन्तः एव, अत्र कोऽपि टिबाल्याम् आसीत् अत्र किञ्चित् न आगतवन्तः। अस्तु, इदानीम् अत्र अत्र किमपि प्रश्नः उदेति वा? प्रश्नः संशयः अस्ति चेत् पृच्छतु। मोनुस्वारः समस्तुति, मोनुस्वारः परसूत्रमस्ति, समसुटि पूर्वसूत्रमस्ति, अतः पूर्वत्र सिद्धम् इत्यनेन समसुटि एव कार्यं भवति। अत्रापि वयं स्वीकुर्मः पूर्वत्र सिद्धमेव। इदानीं कार्य असिद्धं, कार्य असिद्धम्, अत्र शान्ता पठतु। शान्ता अस्ति वा? आमाम्, आं भगिनि। अत्र अत्र आम् अत्र पूर्वतया पठतु, उदाहरणमपि पठतु। पूर्वमेव त्रिपादिसूत्रस्य कार्यं करोति चेत् तर्हि तत्पश्चात् सपाद सप्ताध्यायीसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव, यतः तेन यत् किमपि क्रियते तत् पूर्वत्रासिद्धम् इत्यनेन असिद्धम्, इदं कार्यासिद्धम् इत्युच्यते। उभौ योगः अपि एचोयवायावः इत्यनेन यान्तावान्तादेशसन्धिः उभावपि लोपः शाकल्यस्य इत्यनेन विकल्पेन वकारलोपः उभा अपि सवर्णदीर्घसन्धिः अकः सवर्णे दीर्घः इत्येस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम्, अतः अत्र सवर्णदीर्घसन्धिः न प्रवर्तते कार्यासिद्धित्वात् उभा अपि। अस्तु, अत्र पश्यतु कार्य असिद्धम्, अत्र कार्य असिद्धम्, अनन्तरम् अत्र शास्त्र असिद्धमपि, शास्त्र असिद्धं वयं पूर्वं दृष्टवन्तः, इदानीं कार्य असिद्धं। कार्य कार्यं भवति परन्तु असिद्धं भवति, किमर्थम्? अत्र पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादशब्दाध्यायीसूत्रं वा पूर्वत्र असिद्धं, पूर्वत्रिपादिसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव, यतः तेन यत् किमपि क्रियते तत् पूर्वत्र सिद्धम् इत्यनेन असिद्धम्, इदं कार्य असिद्धम् इति उच्यते। अत्र एतदेव सपादशब्दाध्यायीसूत्रमस्ति चेत्, अनन्तरं त्रिपादीसूत्रमस्ति चेत् अत्र पूर्वत्र सिद्धं कार्यं करोति एव, वयं पूर्वमेव दृष्टवन्तः समसुटि अनन्तरम् अत्र मोनुस्वरः इति विषये। इदानीम् अत्र उभौ, उभौ इत्युक्ते द्वि खलु, उभयम् इति तत्र दत्तवन्तः खलु, उभयम् अत्र उभौ इति अस्ति, अपि अपि अस्ति, इदानीं वौ इति अस्ति, औ इति अस्ति, उभौ औ औ एजो यवा यावः इत्यनेन यान्तवान्तादेश सन्ति। एकारस्य स्थाने किं भवति? एचो एव यावयः यावः इत्यनेन अयादेशः भवति, अनन्तरम् अत्र ओकारस्य स्थाने औ ऐकारस्य स्थाने आय् ऐकारस्य स्थाने आय्, अनन्तरम् औकारस्य स्थाने आव् आव् आव् क्रमेण आगच्छति ए ऐ ओ औ ऐ ऐ औ आव् क्रमेण आगच्छति एचो यव यवः इति सूत्रेण. इदानीमत्र एचो यव यवः इत्यनेन अवादेशः भवति, अतः एव उभावपि इति भवति. इदानीमत्र लोपः शाकल्यस्य इत्यनेन वकारः लोपः भवति, अतः अत्र उभा अपि एव तिष्ठति. सवर्णदीर्घसन्धिः सूत्रं किम्? 6101 षष्टमाध्याये प्रथमपादे एकमधिकम् एकशतं. लोपस् लोपः शाकल्यस्य तु त्रिपादीयाम् अस्ति, 8319 अस्ति. इदानीमत्र पश्यतु लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातं, न एव जातं. नैव किं सन्धिः भवति अत्र? एतत् प्रयोगं करणीयमेव किञ्चित् कालानन्तरं. न एव इति वृद्धि, हा वृद्धिसन्धि, नैव जातम्. अतः अत्र सवर्णदीर्घ आदेशः सवर्णदीर्घसन्धिः प्राप् न प्रवर्तते कार्य असिद्धत्वात्. अत्र सवर्णदीर्घसन्धिः तु अकः सवर्णे दीर्घः इति अस्ति, 6101 एषो यव यावः इति 6178. इदानीमत्र क्लेशः कुत्र भवति? लोपः शाकल्यस्य अनन्तरम् अकः सवर्णे दीर्घः इत्यस्य एव अत्र किञ्चित् किं भवति? लोपः शाकल्यस्य इत्यस्य कार्यं न जातम्, अतः वकारस्य लोपः न भवति. वकारस्य लोपः भवति एव, लोपः शाकल्यस्य किं भवति? विकल्पेन वकारः लोपः भवति इति खलु. अत्र वकारः लोपः भवति, पुनः लोपः शाकल्यस्य इत्येन कार्यं नैव जातम्. बोत् आर् कान्ट्रडिक्टरि, कान्ट्रडिक्टरि एव. इदानीम् अत्र उभा अपि एव वयं दृष्टवन्तः खलु, लोपः शाकल्यस्य इत्यनेन उभा अपि इति वयं दृष्टवन्तः. वकारस्य लोपः भवति. सवर्णदीर्घसन्धिः अकः सवर्णे दीर्घः इति अस्ति, एतत् पूर्वसूत्रं भवति. कार्यम् असिद्धं भवति अत्र, अतः एव उदाहरणं तत्र दत्तम्. कार्यं किं भवति? उभा अपि इति अस्ति, लोपः शाकल्यस्य एव कार्यं भवति. अत्र किं भवति? विकल्पेन भवति. एतत् द्रष्टव्यम्. विकल्पेन इत्युक्ते किम्? एकस्मिन् पक्षे किं भवति? उभा अपि भवति, अन्यस्मिन् पक्षे अन्यस्मिन् पक्षे किं भवति? विकल्पेन इति अस्ति खलु. एकस्मिन् पक्षे एव वकारः लोपः भवति, अन्यस्मिन् पक्षे उभावपि इति भवति खलु. खलु विकल्पः इत्युक्ते किम्? भवति न भवति, द्वयमपि भवति. इदानीम् अत्र अतः इदानीं लोपः साकल्यस्य इत्यस्य कार्यं नैव जातम्, अतः तत्र वकारस्य लोपः भवति एव. कार्यमत्र अस्ति, परन्तु अत्र कार्यम् असिद्धं भवति, अतः एव अत्र उभा अपि इति तिष्ठति. पूर्वं वयं दृष्टवन्तः. प्रश्नः उदेति वा? वदतु. न न इदानीमत्र भवान् पठतु, अनिल् महोदय पठतु. अन्य उदाहरणमपि अस्ति अत्र. बालः इह विसर्गसन्धिः, अत्रापि तथा. बालयोगसुयोग इह अनुबन्धलोपे बालस्योग इह ससजुषो रुः बालयोगरुः योग इह अनुबन्धलोपे बालर् योग इह भो भगो अघो अपूर्वस्य योषि योषि बालय इह योग इह लोपः साकल्यस्य इत्यनेन विकल्पेन यकारः यकारलोपः बाल इह आदगुणः इत्यस्य मनसि लोपसाकल्यस्य इत्यस्य कार्यं नैव जातम् अतः अत्र गुणसन्धि न प्रवर्तते कार्यसिद्धत्वात् बाल इह अत्रापि अन्य उदाहरणं तत्र दत्तं ससजशोरुः इत्यनेन बालस् इति अस्ति इदानीं बालर् बालयोगः रु इति ससजिषोरुः इत्यनेन आगच्छति इदानीमत्र भो भगो अगो अपूर्वस्य योषि इत्यनेन बालै इति भवति बालैयोगः श्रुतं महोदय भगिनी किमपि न श्रूयते हा न श्रूयते अहमपि न श्रूयते आम् आम् हलो वदतु भगिनि जी सार्धसप्तवादनं जातं विद्या भगिनी आगमिष्यति वा ऐ थिङ्क् सम् नेट्वर्क् इश्यू फार् हर् ओ प्रतीक्षां कुर्मः वा ऐ थिङ्क् वि केन् राप् अप् सार्ध 7:30 आल्रेडि अस्तु आं धन्यवादः महोदय धन्यवादः हलो हलो हलो हलो